पद्मपुराणं खण्डं 3 स्वर्गखण्डम् अध्यायं 30 नारद उवाच अत्र ते वर्णयिष्यामि इतिहासं पुरातनं पुराकृतयुगे राजन्निषधे नगरे वरे आसीद्वैश्यकुबेराभो नामदो हेमकुण्डलः कुलीनसत्क्रियो देवद्विजपावकपूजकः कृषिवाणिज्यकर्तासौ विविधक्रयविक्रयी गोखोडकमहिष्यादिपशुपोषणतत्परः पयोदधीनि तक्राणि गोमयानि तृणानि च काष्ठानि फलमूलानि लवणाद्राः दिपीपली धान्यानि शाकतैलानि वस्त्राणि विविधानि च धातु निक्षुविकारांश्च विक्रीणीदे सर्वदा इत्थं नानाविधैर्वैश्य उपायैरपरैस्तथा उपार्जयामास सदा अष्टौ हाडककोडयः एवं महाधनसोऽथ हाकर्णपलितो भवद पश्चाद्विचार्य संसारक्षणिकत्वं स्व चेदसि तद्धनस्य षडंशेन धर्मकार्यं चकारसः विष्णोरायतनं चक्रे गृहं चक्रे शिवस्य च तडागं खानयामास विपुलं सागरोपमं वाप्यश्च पुष्करण्यश्च बहुधा तेन कारिताः वडाश्वत्थाम्रकङ्कोल जम्बूनिम्बादिकाननं स्वसत्त्वेन तथा चक्रे तथा पुष्पवनं शुभम् उदयास्तमनं यावदन्नपानं चकारसः पुरात् बहिश्च दुर्दिक्षु प्रपां चक्रेदिशोभनां पुराणेषु प्रसिद्धानि यानि दानानि भूपते ददौ तानि सधर्मात्मा नित्यं दानपरस्तदा यावज्जीवकृते पापे प्रायाश्चित्तमथाकरोद देवपूजापरो नित्यं नित्यं चादिधिपूजकः तस्येद्धं वर्धमानस्य संजातौ द्वौ सुतौ नृप तौ सुप्रसिद्धनामानौ श्रीकुण्डलविकुण्डलौ तयोर्मूर्ध्निगृहं त्यक्त्वा जगाम तपसेवनं तत्राराध्य परं देवं गोविन्दं वरदं प्रभुं तपक्लिष्टशरीरोऽसौ वासुदेवमनाः सदा प्राप्तः स वैष्णवं लोकं यत्र गत्वा न शोचति अथ तस्य सुतौ राजन्महामानसमन्वितौ तरुणौ रूपसम्पन्नौ धनगर्वेण गर्वितौ दुःशीलौ व्यसनासक्तौ धर्मकर्माद्यदर्शकौ न वाक्यं चागदौ माधुर्वृद्धानां वचनं तथा कुमार्गगौ दुरात्मानौ पितृमित्रनिषेधकौ अधर्मनिरतौ दुष्टौ परदाराभिगामिनौ गीतवादित्रनिरतौ वीणावेणुविनोदिनौ वारस्त्रीशतसंयुक्तौ गायन्तौ चरतुस्तदा चाडुकारजनैर्युक्तौ बिम्बोष्ठीषु विशारदौ सुवेषौ चारुवसनौ चारुचन्दनरूषितौ तथा सुगन्धिमालाढ्यौ कस्तूरीलक्ष्मलक्षितौ नानालङ्कारशोभाढ्यौ मौक्तिकाहारहारिणौ गजवाजिरथौ केन क्रीडन्तौ तावितस्तदा मधुपानसमायुक्तौ परस्त्रीरतिमोहितौ नाशयन्तौ पितृद्रव्यं सहस्रं ददुःशतं तस्तदुःस्वगृहे रम्ये नित्यं भोगपरायणौ इत्थं तु तद्धनं ताभ्यां विनियुक्तमसद्व्ययैः वारस्त्रीविडशैलूष मल्लचारणबन्दिषु अपात्रे तद्धनं दत्तं क्षिप्तं बीजमिवोशरे न सत्पात्रे च तद्दत्तं न ब्राह्मणमुखे हुतं नार्चितो भूदभृद्विष्णुः सर्वपापप्रणाशनः उभयोरेव तद्द्रव्यमचिरेण क्षयं ययौ ततस्तौ दुःखमापन्नौ कार्पण्यं परमं गतौ शोचमानौ दुमुह्यं तौ क्षुत्पीडा दुःखपीडितौ तयोस्तु तिष्ठतोर्गेहे नास्ति यद्भुज्यते तथा स्वजनैर्बान्धवैः सर्वैः सेवकैरुपजीविभिः द्रव्याभावे परित्यक्तौ चिन्त्यमानौ ततः पुरे पश्चाच्चौर्यं समारब्धं ताभ्यां च नगरे नृप राजदो लोकदोभीदौ स्वपुरान् निःसृतौ तदा चक्रदुर्वनवासं तौ सर्वेषामुपपीडितौ जघ्नदुःसततं मूढौ शितैर्बाणैर्विषार्पितैः नानापक्षिवराहांश्च हरिणान्रोहितांस्तथा शशकान् छल्लकान् गोत्थान् श्वापद्धांश्चेतरान् बहून् महाबलौ भिल्लसङ्गावाख्येडकभुजौ सदा एवं मांसमयाहारौ पापाहारौ परन्तप कदाचिद्भूदरं प्राप्तो ह्येकोऽन्यश्च वनं गदः शार्दूलेन हतो ज्येष्ठकनिष्ठः सर्पदंशितः एकस्मिन् दिवसे राजन् पापिष्ठौ निधनं गदौ यमदूतैस्तदो बद्ध्वा पापैर्नीतौ यमालयं गत्वाभिजगदुः सर्वे ते दूताः पापिनावुभौ धर्मराज नरवेदा वानीदौ तव शासनाद आज्ञां देहि स्वभृत्येषु प्रसीद करवाम किम् आलोच्य चित्रगुप्तेन तदा दूदान् जगौ यमः एकस्तु नीयदां वीर निरयं तीव्रवेदनम् अपरस्ताप्यदां स्वर्गे यत्र भोगा ह्यनुत्तमाः कृतां ताज्ञां तदश्रुत्वा दूतैश्चक्षिप्रकारिभिः निक्षिप्तो रौरवे घोरे यो ज्येष्ठो हि नराधिप तेषां दूतवरः कश्चिदुवाच मधुरं वचः विकुण्डलमया सार्धमेहि स्वर्गं ददामि ते भुङ्क्ष्वभोगान् सुदिव्यांश्च त्यक्त्वा मर्जितान् स्वेन कर्मणा इति श्रीपद्मे महापुराणे स्वर्गखण्डे त्रिंशोऽध्यायः ॐ